ॐ गुरुर्ब्रह्म गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् हेत्वाभासप्रकरणे असाधारणसव्यभिचार हेत्वाभासः इत्यत्र स्मः तत्र लक्षणं किम् उक्तमासीत् असाधारणहेत्वाभासस्य इति चेत् सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः इति उक्तम्। सपक्षः इत्युक्ते साध्यनिश्चयवान् सपक्षः इत्युक्ते यस्मिन् साध्यं अस्ति इति निश्चयज्ञानमस्ति तदेव सपक्षः। विपक्षः साध्य अभावनिश्चयवान् इत्युक्ते यस्मिन् साध्यं नास्ति इति निश्चितज्ञानमस्ति तदेव विपक्षः। पक्षः इत्युक्ते साध्यसन्दिग्धवान् इति वयं जानीमः। तर्हि असाधारणहेत्वाभासः असाधारणहेतुः कः इति चेत् सपक्षे अपि नास्ति विपक्षे अपि नास्ति पक्षमात्रवृत्तित्वमस्ति तस्य इति कृत्वा शब्दः अनित्यः शब्दत्वात् इति उदाहरणं दत्तं। शब्दत्वम् इति हेतुः पक्षे शब्दे एव अस्ति। अत्र साध्यमस्ति अनित्यत्वम्, अनित्यत्वं घटे अस्ति, तस्मिन् घटे शब्दत्वं नास्ति। तर्हि सपक्षे नास्ति। आकाशः इति नित्यमस्ति, गगनम् इति नित्यमस्ति, तर्हि नित्ये गगने अपि शब्दत्वं नास्ति। तर्हि विपक्षे अपि शब्दत्वं नास्ति, सपक्षे घटे अपि शब्दत्वं नास्ति, केवलं पक्षे शब्दे एव शब्दत्वमस्ति इति कृत्वा एषः हेतुः असाधारणः इति उक्तं मूलग्रन्थकारेण। किन्तु विद्याधरीग्रन्थकारेण तस्मादुपरि किञ्चित् चिन्तितम्। तस्मादुपरि इत्युक्ते लक्षणस्य विषये नास्ति, किन्तु उदाहरणे, अत्र उदाहरणं शब्दः अनित्यः शब्दत्वात् इत्यत्र पक्षमात्रवृत्तित्वं यदा भवति इति चेत् साध्यसन्दिग्धकाले, इत्युक्ते अत्र इदानीम् अस्माकं क्रमः अस्ति खलु, प्रथमं प्रतिबद्धज्ञानस्य आकारः वक्तव्यः, प्रतिबन्धकज्ञानस्य आकारः वक्तव्यः, प्रतिबन्धकज्ञाने षड् विषयाः भवेयुः, षड् निकषाः भवेयुः। ते के इति चेत् निश्चयत्वं भवेत्, प्रमात्वं भवेत्, समानाकारकत्वं भवेत्। समानाकारकत्वे चत्वारः निकषाः अन्तर्भूताः सन्ति इति एतत् सर्वम् अस्माभिः अधीतम्। तर्हि अस्मिन् उदाहरणे अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् इति प्रतिबन्धकज्ञानस्य आकारः अस्ति। तर्हि इदानीम् एतत् प्रमा वा भ्रमा वा इति चिन्तने अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् इति चिन्तने तत्र शब्दे शब्दः अनित्यः, तस्मिन् शब्दत्वमस्ति, अपि च अनित्यत्वसामानाधिकरण्य अभाववत् इति तत्र सङ्गच्छते। एकनिमिषं, समीचीनतया मया उक्तं वा? अयमेव असाधारणं दोषहेतुः, अनित्यत्वसामानाधिकरण्य अभाववत्। अनित्यत्वं यस्मिन् अधिकरणे अस्ति तस्मिन्नेव अधिकरणे शब्दत्वम् अपि अस्ति इति कृत्वा अत्र उक्तं। किन्तु इदानीं तस्माद् उपरि अस्माभिः किं चिन्तितम् इति चेत् अनित्यत्वसामानाधिकरण्य अभावः शब्दे न भवति, अतश्च अनित्यत्वसामानाधिकरण्य अभावः न तत्र भवेत् इति शब्दत्वम् अनित्यत्वसामानाधिकरण्य अभाववत् इति तत् अवगाहि ज्ञानस्य एव भ्रमत्वम् आपातितम् इति जातः। अनित्यत्वसामानाधिकरण्य अभाववत् इति भवेत् खलु, किन्तु तत् अस्ति, अधिकरणं शब्दं, शब्दः अधिकरणत्वेन स्वीकुर्मश्चेत् तत्र भ्रमात्वं भवति प्रतिबन्धकज्ञानस्य इति कृत्वा अस्मिन् उदाहरणे क्लेशः अस्ति इति उक्तं, तर्हि लक्षणसमन्वयः भवति, तस्य लक्षणस्य असाधारणहेत्वोः लक्षणं यदस्ति, सपक्ष विपक्ष व्यावृत्तः पक्षमात्रवृत्तिः असाधारणः इति यद् लक्षणम् उक्तम् असाधारणहेतोः, तल्लक्षणम् अत्र समन्वयति, किन्तु किं न कुत्र क्लेशः इति चेत् प्रमात्वं भवेत् प्रतिबन्धकज्ञाने, किन्तु अत्र शब्दः इति अधिकरणत्वेन स्वीकुर्मश्चेत् यदा निश्चितज्ञानम् अस्ति इत्युक्ते प्रत्यक्षेन वा अन्येन केन अनुमानप्रमाणेन अपि यदा अनुमानं क्रियते तदनन्तरम् इदानीं निश्चितज्ञानं जातं, तत्र अनित्यत्वसामानाधिकरण्य अभाववत् शब्दत्वम् इत्यस्य भ्रमत्वं भवति न तु प्रमात्वम् इति कृत्वा प्रतिबन्धकत्वस्य बाधः भवति, प्रतिबन्धकत्वं न सिद्ध्यति अस्मिन् उदाहरणे इति कृत्वा अत्र ग्रन्थकारः किं करोति, परिष्करोति उदाहरणं कथम् इति चेत् शब्दः अनित्यः गगनात् इति परिष्करोति, तर्हि तत्रैव स्मः गगनस्य असाधारणत्वनिरूपणम् इत्यत्र स्मः। तर्हि अत्र चिन्तनीयम्, अस्तु आरम्भतः किञ्चित् पठित्वा चिन्तयेम, तत्रैव गृहपाठरूपेण मया प्रेषितमासीत् अत्र किं वृत्तिनियामकत्वम् इत्युक्ते किं, वृत्ति अनियामकत्वम् इत्युक्ते किम् इति एतत् सर्वम् अस्माभिः पूर्वं पठितं, तत् किञ्चित् पुनस्मरणं कुर्वन्तु इति मया प्रार्थितमासीत्, सर्वैः कृतम् इति विश्वस्य, अग्रे गच्छामि। अस्तु मेहुल् महोदय आरब्धं करोति वा, गगनस्य असाधारणत्वनिरूपणम् इति 256 पेज् मध्ये अस्ति। आं महोदय, नमस्कारः। नमस्कारः। गगनस्य असाधारणत्वनिरूपणं, तर्हि असाधारणोदाहरणरूपेण शब्दत्वं त्यक्त्वा गगनं हेतुं ब्रूमः, तथा च शब्दः अनित्यः गगनात् इति स्थलं निर्देष्टव्यम्। गगनं विभुद्रव्यं, तस्य सर्वमूर्तद्रव्यसंयोगः विभुत्वाद् विभुत्वाद् एव सिद्धः। परन्तु तावत् गमनात् पूर्वम् इदानीं शब्दः अनित्यः गगनात् इत्यत्र प्रतिबन्धकज्ञानस्य आकारः कः इति एकवारं वदतु, तस्मिन् विषये चिन्तयामि। प्रतिबन्धकः खलु, प्रतिबन्धकज्ञानस्य, अस्तु प्रतिबन्धकज्ञानस्य आकारः शब्दत्वम् अनित्यत्व, हा अस्तु अभावः, गगनं खलु, गगनं सत्यं, हा गगनम् अनित्यत्वसामानाधिकरण्यभाववत् इति आकारः भवति। हा तर्हि तत्र किञ्चित् परिशीलयतु। अस्तु गगनम् इति अत्र शब्दः अनित्यः गगनात् इत्यत्र गगनम् इति हेतुः अस्ति, अनित्यः इति साध्यमस्ति, अत्र प्रतिबन्धकज्ञानस्य आकारः अस्ति गगनम् अनित्यत्वसामानाधिकरण्य अभाववत् इति। तर्हि अत्र अनित्यत्व इति यत्र अस्ति तत्र एव गगनम् इति भवति चेत् न भवति चेत् एव अनित्यत्वसामानाधिकरण्य अभाववत् इति गगनं भवति। तर्हि अनित्यत्व कुत्र अस्ति, अत्र घटः इति स्वीकुर्मः, घटे अनित्यत्वम् अस्ति, तर्हि घटः अनित्यत्वसामानाधिकरण्य अभावः इति घटे अपि च गगने अस्ति चेत् एव तयोः मध्ये अनित्यत्वसामानाधिकरण्य अभावः अस्ति इति वयं वक्तुं शक्नुमः। तर्हि अत्र गगनं कदा अनित्यत्वसामानाधिकरण्य अभाववत् भवति इति चिन्तयामः, अत्र यदा घटः अस्ति गगने अस्ति अथवा गगनं घटे अस्ति, गगनं घटे अस्ति इति चिन्तनीयम्। अत्र वृत्ति तदनन्तरं तन्मध्ये एकं सोपानं भवता त्यक्तम् इत्युक्ते अनित्यत्वसामानादिकरण्य अभाववत् गहनं गगनम् इति वक्तुम् इदानीं गगनं कुत्र भवेत्? यस्मिन् अनित्यत्वम् अस्ति तस्मिन्नेव गगनमपि भवेत् खलु? हा हा सत्यं, हा यस्मिन् अनित्यत्वम् अस्ति तत्र एव गगनमपि भवेत्। तर्हि इदानीम् अत्र घटः इति द्रव्यं स्वीकृतं, हा घटे अनित्यत्वम् अस्ति, सत्यं, तर्हि तस्मिन्नेव घटे गगनमपि अस्ति चेत् तत्र अनित्यत्वसामानादिकरण्यवत् भवति गगनम्। सत्यं सत्यं। तर्हि इदानीं चिन्तनीयं, गगनं घटे भवितुम् अर्हति वा? भवति चेत् केन सम्बन्धेन भवति इति चिन्तनीयम्। आम् आम्, तत् चिन्तयतु। अस्तु, अत्र गगनम् इति द्रव्यं, नित्यद्रव्यं, घटः घटः इति अपि द्रव्यम्, अतः तयोः मध्ये संयोगसम्बन्धः एव भवति। यदा इतोपि वक्तव्यं, गगनस्य परिमाणं किम्? गगनस्य परिमाणं परममहत् परिमाणं, विभुपरिमाणम्, विभुपरिमाणं, परममहत् परिमाणं नो चेत् विभुपरिमाणम्। आम् आम्, घटस्य तु महत् परिमाणं। तर्हि संयोगः कदा जायते, कथं जायते? यदा क्रिया जायते तदा एव संयोगः जायते। अत्र मूर्तद्रव्येषु इत्युक्ते अनित्यद्रव्येषु घटे घटे यदा क्रिया जायते तदा घटगगनयोः मध्ये संयोगः जायते। हा, तर्हि संयोगः जायते, किन्तु अनेन संयोगेन इदानीं गगनं घटे अस्ति संयोगसम्बन्धेन अस्ति इति वक्तुं शक्नुमः वा इति चिन्तनीयम्। आम् आम्, तत्र किं वक्तव्यम्? तत्र यत्र संयोगसम्बन्धः अस्ति तत्र आधारादेय भावः इति अपि वक्तव्यं। तर्हि सत्यं सामान्यतया हा, तर्हि गगनम् इति सर्वदा आधे आधारः एव भवति, तत्तु गगनम् इति नित्यमस्ति अतः तदेव आधारः। नित्यत्वस्य अत्र महत्त्वं नास्ति, नित्यमस्ति इति कृत्वा आधारमेव भवेत् इति नियमः नास्ति। हा, इति नियमः नास्ति, सत्यं, परन्तु अत्र कथं वक्तव्यं, तयोः मध्ये किं कस्मिन् अस्ति इति एव प्रश्नः। घटः इत्युक्ते यदा घटे क्रिया, अत्र घटभूतलं गगनमिति त्यक्त्वा भूतलमिति स्वीकुर्मः, हा हा सत्यं, यदा घटे क्रिया जायते तदनन्तरं तया क्रियया घटभूतयोः मध्ये यदा संयोगः जायते तर्हि सर्वदा घटे एव आदेयता अस्ति। आम् सत्यं, भूतले एव अधिकरणता अस्ति, सत्यं, विपरीतरीत्या न भवति, न भवत्येव, न भवति, सत्यं। तर्हि घटभूतलयोः मध्ये संयोगः यदा जायते किन्तु घटे विद्यमानसंयोगः संयोगः द्विनिष्ठः अस्ति खलु? आम् आम्, घटे अपि संयोगः अस्ति, भूतले अपि संयोगः अस्ति, एकः एव संयोगः, उभयनिष्ठः, यथा अहम् अपि च भवान् उभौ अपि एकं दण्डं गृह्णीमः गृह्णीमः चेत् तर्हि एकः एव दण्डः भवतः हस्ते अपि अस्ति, मम हस्ते अपि अस्ति, तथा संयोगः इति एकः एव पदार्थः भूतले अपि अस्ति, घटे अपि अस्ति, अस्ति, किन्तु तत्र भेदः वक्तव्यः इति चेत् घटे विद्यमानसंयोगः आदेयत्वेन अवच्छिन्ना अस्ति, भूतले विद्यमानसंयोगः अधिकरणत्वेन अवच्छिन्ना अस्ति, अपि च तादृशमेव भवति, तदेव भवति, तादृशमेव भवति घटभूतलयोः मध्ये तादृशमेव भवति सर्वदा इति कृत्वा तत्र वृत्तिनियामकत्वम् अस्ति। हा सत्यं, वृत्तिनियामकत्वं, वृत्ति इत्युक्ते आदेयः खलु, वृत्तिः इत्युक्ते आदेयः, आदेयः सत्यम्, आदेयः इत्यस्य पर्यायपदमस्ति वृत्तिः इति, सत्यं, तर्हि वृत्तिः वृत्तिनियामकम् इत्युक्ते घटः भूतले इति सप्तमी अधिकरणसप्तमी तत्र प्रयुक्तुं शक्यते. यदा घटः भूतले अस्ति तत्र वृत्तित्वम् अपेक्षितमस्ति, घटे भूतलनिष्ठवृत्तित्वम् अपेक्षितमस्ति. किन्तु इदानीम् आकाशः इति विभुद्रव्यं तत्रापि मूर्तद्रव्येण सह, यदा मूर्तद्रव्ये क्रिया जायते मूर्तद्रव्येण सह विभुद्रव्यस्य संयोगः भवति इति अङ्गीकृतं नैयायिकैः. तथापि तत्र संयोगः यथा घटभूतलयोः मध्ये वृत्तिनियामकत्वमस्ति तथा घट आकाशयोः मध्ये वृत्तिनियामकसंयोगः वा वृत्ति अनियामकसंयोगः वा इति चेत् तत्र वृत्ति अनियामकसंयोगः एव वक्तव्यः. इत्युक्ते घटः भूतले अस्ति इति न वक्तुं शक्यते. क्षम्यतां, घटः आकाशे अस्ति इति न वक्तुं शक्यते, आकाशः घटे अस्ति इति अपि न वक्तुं शक्यते. सत्यम्. किमर्थम् इत्युक्ते उभय अत्र घटः कुत्र अस्ति भूतले इति चेत् आकाशे. यदि अहं घटम् उपरि क्षिपामि अन्तरिक्षायां क्षिपामि चेत् तत्र इदानीं घटः यदा क्षिपन् अस्ति गच्छन् अस्ति घटः, तत्र इदानीं घटः कुत्र अस्ति इति चेत् आकाशे अस्ति. तर्हि इदानीम् आकाशः घटस्य अधिकरणं भवति. किन्तु घटे अत्र किञ्चित् देशः अस्ति वा किमपि मया अत्र जलं पूरणीयम् इति चेत् तत्र इदानीं घटे आकाशः अस्ति, स्पेस् अस्ति वा इति दृष्ट्वा न अत्र अत्र अत्र स्पेस् एव नास्ति इति वदेम खलु. तर्हि तत्र ये घट आकाशयोः मध्ये यः संयोगः जायते तस्मिन् संयोगे तस्मिन् संयोगे अत्र आदेयत्व अवच्छिन्ना एकस्मिन् अस्ति, नियमेन अस्ति. अधिकरणत्व अवच्छिन्ना अवच्छिन्नता अन्यस्मिन् अस्ति इति न वक्तुं शक्यते. न वक्तुं शक्यते. सत्यम्. इति कृत्वा इदानीं निगमनं करणीयम्. एतत् सर्वं नूतनविषयं नास्ति, किन्तु केवलं पुनस्मरणार्थम् उक्तं. तर्हि इदानीं गगनम् अनित्यसामानाधिकरण्य अभाववत् इति वक्तव्यं चेत् अनित्यत्वं यस्मिन् घटे अस्ति तस्मिन्नेव घटे आकाशः अस्ति इति वक्तव्यम्. यद्यपि घट आकाशयोः मध्ये संयोगसम्बन्धः जायते तेन सम्बन्धेन आकाशः घटे अस्ति इति न वक्तुं शक्यते. वृत्ति अनियामकत्वात् इति हेतुः. बुद्धं खलु? आम् आम् बुद्धम्. इति कृत्वा अत्र भिन्न उदाहरणं स्वीकृतं, शब्दः अनित्यः गगनात् इति उदाहरणं स्वीकृतं. तर्हि इदानीं किं जातम् इति चेत् पक्ष अस्तु, इदानीम् अग्रे चिन्तयामः. इदानीम् अग्रे पठतु महोदय. द्वयोः उदाहरणयोः मध्ये किञ्चित् क्लेशः अस्ति एव पूर्व. किन्तु वृत्ति अत्र पक्षमात्रवृत्तित्वम् अस्ति वा इति चिन्तनीयम्. सत्यं. हेतुः इदानीं तत्रैव मम मनः गतः. इत्युक्ते सपक्ष विपक्ष व्यावृत्तः पक्षमात्रवृत्तिः. तर्हि गगनं केवलं पक्षे शब्दे एव लभ्येत् इति तत्र क्लेशः भवति इदानीं. किमर्थमित्युक्ते गगने शब्दः नास्ति, शब्दे गगने एव शब्दः अस्ति, न तु विपरीतरीत्या शब्दे गगनं नास्ति. पश्येम अत्र अत्र ग्रन्थकारः किं वदति इति पश्येम. अग्रे पठतु महोदय. अस्तु. गगनं विभुद्रव्यं, तस्य सर्वमूर्तद्रव्यसंयोगः विभुत्वादेव सिद्धः. अस्तु, एतद्वयं जानीमः, गगनम् इति विभुद्रव्यमस्ति, तस्य सर्वमूर्तद्रव्येण सह संयोगः भवति. किमर्थम् इत्युक्ते विभुत्वात्. परन्तु सः संयोगविभुत्वात् इत्युक्ते यत्र अत्र किमर्थम् इत्युक्ते अत्र यदा क्रिया जायते मूर्तद्रव्येषु यदा क्रिया जायते तदा सर्वमूत्रद्रव्ये द्रव्यैः सह संयोगः विभुद्रव्याणां भवत्येव. अग्रे. अस्तु. परन्तु सः संयोगसम्बन्धः वृत्तिनियामको न भवति. कुतः? अधुना एव वयं चिन्तितवन्तः. दर्शितरीत्या इह भूतले घटः अस्ति इति वत् इह भूतले गगनम् अस्ति इति आधारादेयभावावगाहिनी प्रतीतिः न जायते. तदेव अत्र वयम् उक्तवन्तः, अत्र भूतले गगनम् अस्ति अपि च भूतले घटः अस्ति इति यदा यथा वयं वक्तुं शक्नुमः, तथा भूतले गगनम् अस्ति इति प्रतीतिः न जायते. तत्र तत्र आधारादिभावः इति स्वीकृत्य तत्र कश्चन सम्बन्धः अस्ति इति वयम् अवगन्तुं शक्नुमः. तत्र अन्यद् उदाहरणम् अस्माभिः त्रिषु दिनेषु दृष्टं, सीता अपि च राम, अनयोः मध्ये सीतायाः पतिः रामः इति वदामश्चेत् तत्र सम्बन्धः अस्ति, पतिपत्नीसम्बन्धः अस्ति, न तु आधारादिभावसम्बन्धः. आम् सत्यं. तर्हि तत्र कश्चन सम्बन्धः अस्ति इति, अत्र सम्बन्धः कश्चन इत्युक्ते संयोगसम्बन्धः एव अस्ति, किन्तु वृत्ति अनियामकसंयोगसम्बन्धः अस्ति. अग्रे तथा च गगनस्य संयोगेन असत्वात् अनित्यत्वाभावाधिकरणनिरूपितवृत्तित्वाभावः यद्यपि गगने अस्ति, तथापि अनित्यत्वसामानाधिकरण्यं न गगने अस्ति इति परामर्शस्य तद् अवगाहित्वात् भवति भ्रमत्वम्. अत्र किञ्चित् अत्र गगनस्य संयोगेन असत्वात् इत्युक्ते भूतलम् अपि च गगनं इत्यनयोः मध्ये गगनस्य संयोगेन असत्वात् भूतले गगनस्य संयोगेन असत्वात् नास्ति चेदपि नास्ति चेदपि इति नास्ति नास्ति नास्ति हा नास्ति नास्ति गगनं भूतले संयोगेन अत्र तथा च गगनस्य संयोगेन असत्वात् भूतले गगनस्य संयोगः नास्ति. संयोगः अस्ति किन्तु भूतले अस्ति इति वृत्तिनियामकत्वं तत्र नास्ति खलु. नास्ति. अत्र किं वक्तव्यं? गगनभूतलयोः मध्ये संयोगः अस्ति इति एव वक्तव्यं. तावद् वक्तुं शक्नुमः, गगनभूतलयोः मध्ये संयोगः अस्ति, किन्तु संयोगः अस्ति इति कृत्वा गगनं भूतले संयोगेन अस्ति इति न वक्तुं शक्यते. तदेव भेदः. वृत्ति अनियामकसंयोगस्थले किं वक्तव्यम् इति चेत्, भूतलगगनयोः घटगगनयोः मध्ये संयोगः इति तावदेव वक्तुं शक्यते. किन्तु तावद्वद उक्तम् इति कृत्वा एकम् अन्यस्मिन् अस्ति, अधिकरणम् अधिकरणं स्वीकृत्य अन्यस्मिन् अस्ति इति न वक्तुं शक्यते. असत्वात् अनित्यत्वाभावाधिकरणनिरूपितवृत्तित्वाभावः यद्यपि गगने अस्ति. तत्र किञ्चित् चिन्तयतु. गगने अभावः अस्ति, वृत्तित्व अभावः अस्ति, तर्हि अनित्यत्वाभाव अधिकरणनिरूपित अत्र भूतलम् इति अनित्यम् अनित्यत्व अभाव अधिकरण निरूपित वृत्तित्व अभावः तर्हि अनित्यत्व अभावः अधिकरणं किम् इत्युक्ते अनित्यत्व अभावः इत्युक्ते नित्यस्य अधिकरणम् इति गगनमिति एव खलु. नो चेत् अन्यत् किमपि स्वीकर्तव्यम्, अत्र आत्मा इति स्वीकर्तव्यम्. आत्मा अनित्यत्व अभाव अधिकरण निरूपित अनित्यत्वं यस्मिन् नास्ति तन्निरूपितवृत्तित्व अभावः सत्यम् इत्युक्ते आत्मा इति स्वीकरोतु. आत्मनिरूपितवृत्तित्व अभावः आत्मनिरूपित आधेयतायाः अभावः यद्यपि गगने अस्ति इत्युक्ते गगनम् इति नित्यम् अतः एव तस्मिन् अनित्यत्वाभाव अधिकरणनिरूपितवृत्तित्वाभावः अस्ति. अत्र पुनः अत्र अभाव अभावः इति द्विवारम् अस्ति अतः एव किञ्चित् भ्रमः जायते, परन्तु तस्य अर्थः एव भवति अत्र गगनम् इति नित्यम् अस्ति अतः एव तस्मिन् अनित्यत्व अभाव इति नित्याधिकरण निरूपितवृत्तित्वाभावः अस्ति एव इति आगच्छति. किन्तु अत्र नित्यत्वे विवक्षा नास्ति महोदय. इत्युक्ते इदानीं किम् अस्माकं पुरतः अनुमानवाक्यं किं शब्दः अनित्यः गगनात् इति तत्र गगनमिति हेतुः शब्दः तर्हि हेतुः नित्यं वा अनित्यं वा भवतु तत्र क्लेशः नास्ति. अत्र विभुत्वे इत्युक्ते अनित्यत्व अभाव अधिकरणनिरूपितवृत्तित्व अभावः इत्युक्ते इदानीम् अनित्यत्व अभावम् अनित्यत्व अभावं यत्र अस्ति नित्यवस्तूनि अस्ति तर्हि स च नित्यवस्तु आत्मा अपि भवति विभुद्रव्यं भवति परमाणु अपि भवति यस्मिन् क्रिया जायते तर्हि अनित्यत्व अभाव अधिकरणम् इत्युक्ते नित्यवस्तु नित्यवस्तु आत्मा इति स्वीकर्तुं शक्यते. यदि आत्मा इति स्वीकुर्मः आत्मगगनयोः उभयमपि विभुः अस्ति कृत्वा तयोः मध्ये संयोगः एव न भवति. यदि परमाणु इति स्वीकुर्मः किन्तु यद्यपि अत्र परमाणुषु क्रिया जायते तेन गगनेन सह तस्य संयोगः जायते किन्तु इदानीम् आकाशः गगनं परमाणौ वर्तते इति न वक्तुं शक्यते खलु. तर्हि अधिकरणम् आत्मा वा भवतु परमाणु वा भवतु उभयत्रापि अनित्यत्व अभाव अधिकरणनिरूपितवृत्तित्व अभावः गगने अस्ति एव. इत्युक्ते वृत्तित्वं नास्ति गगने यदा कदापि किमर्थमित्युक्ते वृत्ति अनियामकसम्बन्धः अस्ति संयोगः इति कृत्वा तदेव मुख्यवार्ता अत्र. नित्यत्वस्य चिन्तनं नास्ति अत्र. गगनं विभुः अस्ति इति कृत्वा अत्र गगने यः संयोगसम्बन्धः जायते तेन संयोगसम्बन्धेन अत्र आदेयता गगने यदा कदापि न आगच्छति इति कृत्वा आदेयता इत्युक्ते वृत्तित्वं वृत्तित्व अभावः एव भवति सर्वदा. यद्यपि संयोगसम्बन्धः भवति तथापि वृत्तित्वं यदा कदापि न भवति गगने. यद्यपि गगने अस्ति वृत्तित्व अभावः एव अस्ति तथापि तथापि अनित्यत्वसामानाधिकरण्यं न गगने अस्ति. अस्तु अत्र अत्र परामर्शस्य आकारः अस्ति अनित्यत्वसामानाधिकरण्यं न गगने अस्ति इति भ्रमत्वं भवति. तत्र चिन्तयतु अनित्यत्वसामानाधिकरण्यं न गगने अस्ति इत्यस्य अर्थः कः इत्युक्ते अत्र यस्मिन् अनित्यत्वम् अस्ति तस्य अधिकरणं यदस्ति तत्र गगनमपि अस्ति इति न भवति. किमर्थमित्युक्ते गगनम् इति नित्यं विभुः अस्ति यतः अतः अनित्यत्वसामानाधिकरण्यं गगने यदा कदापि न भवति. अतः यदा परामर्शस्य आकारः आकारे परामर्शस्य ज्ञाने यदा इति वद् परामर्शज्ञाने यदि गगने अनित्यत्वसामानाधिकरण्यं भवति इति वदामः चेत् तत्तु भ्रमात्मकं भवति इति. अत्र किमर्थं तथापि इति पदं प्रयुक्तम् इत्यस्मिन् विषये चिन्तनीयं. तथापि अनित्यत्व अभावाधिकरणनिरूपितवृत्तित्व अभावः यद्यपि गगने अस्ति तथापि अनित्यत्वसामानाधिकरण्यं न. अत्र अनित्यत्व अभाव अनित्यत्व अभाव अधिकरणनिरूपितवृत्तित्व अभावः अपि च अनित्यत्वसामानाधिकरण्यं न उभयोः मध्ये वस्तुतः भेदः नास्ति खलु. अनित्यत्व अत्र न इत्यत्र न इत्यस्मिन् स्थाने अभावः स्वीकुर्मश्चेत् अनित्यत्व अभाव अनित्यत्व अभाव अधिकरणनिरूपितवृत्तित्व अभावः अनित्यत्वसामानाधिकरण्य अभावः इति उभयमपि समानम् एव समानार्थको. किन्तु यत् एकस्मिन् तत्र यद्यपि तदनन्तरं तथापि इति अस्ति क्वचित् वैचित्र्यमस्ति खलु. आम् आम् तदेव. यद्यपि एतद् ये अस्ति तथापि एतद् ये एव तर्हि किमर्थम् एतादृशं लिखितमस्ति इति चेत् अत्र पूर्वपक्षी व्याप्तिलक्षणं किं पूर्वपक्षिणः व्याप्तिलक्षणं किं पूर्वपक्षीव्याप्ति साध्याभाववद् अवृत्तित्वं तर्हि पश्यतु अनित्यत्व अभाव अधिकरणनिरूपितवृत्तित्व अभावः साध्य अभाववत् अवृत्तित्वम्। अवृत्तित्वं तर्हि पूर्वपक्षीलक्षणम् अत्र आगतम्। सत्यम्। अनित्यत्व अभाव अधिकरणनिरूपित सारि साध्य अभावत् अवृत्तित्वम् अस्ति। सत्यं। साध्यम् इति अनित्यत्वम्। अनित्यत्वं साध्य अभाव साध्य अभावः यस्मिन् अस्ति साध्य अभाववत् इति परमाणु वा किम् आत्मा वा स्वीकुर्मः। तन्निष्ठवृत्तित्व अभावः गगने अस्ति तर्हि पूर्वपक्षिव्याप्तिः अत्र सङ्गच्छते, समन्वयः जातः। साध्य अभावत् अवृत्तित्वं गगने अस्ति, तथापि इदानीं सिद्धान्तिलक्षणं वदतु। हेत्वाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यसामानाधिकरण्यं हेतौ। हा, अत्र पश्यतु साध्यसामानाधिकरण्यम् इति अन्ते अस्ति खलु। हेत्वाधिकरणनिष्ठवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यं खलु। आम् आम् सत्यम्। अत्र साध्यसामानाधिकरण्यं भवेत् सिद्धान्तिलक्षणे। आम् आम्। तर्हि इदानीं साध्यमिति अनित्यत्वं साध्यसामानाधिकरण्यम् अस्ति वा? नास्ति। नास्ति नास्ति इति कृत्वा यद्यपि पूर्वपक्षिण तदेव अर्थः अत्र यद्यपि तथापि इत्युक्ते यद्यपि पूर्वपक्षिणः व्याप्तिलक्षणं व्याप्तिलक्षणस्य समन्वयः भवति सङ्गच्छति, तथापि सिद्धान्तलक्षणसमन्वयः न भवति। सत्यं। किमर्थम् इत्युक्ते अत्र अत्र सन्दर्भः कः इति चेत् असाधारणः, सपक्ष विपक्ष व्यावृत्तिः केवलं पक्षमात्रवृत्तिः, केवलान्वयस्थलमस्ति। तर्हि केवलान्वयस्थले सिद्धान्तलक्षणम् एव उपयोगं कर्तव्यं, पूर्वपक्षिलक्षणम् अत्र न सङ्गच्छते। आम् आम् सत्यम्। इति कृत्वा यद्यपि पूर्वपक्षलक्षणम् अत्र आगच्छति तर्हि व्याप्तिलक्षणं सङ्गच्छते, तेन परामर्शः जायते, प्रमात्मकपरामर्शः जायते, तथापि अस्मिन् सन्दर्भे पूर्वपक्षिलक्षणं न उपयोक्तव्यं। किमर्थम् इत्युक्ते इदानीं केवलान्वयस्थलमस्ति, केवलं पक्षे एव अत्र पक्षे एव अत्र शब्दत्वम् इति उक्तं खलु, पूर्वं शब्दः अरित्यः शब्दत्वात् इत्युक्ते केवलान्वयस्थले अत्र सिद्धान्तिलक्षणम् एव उपयोक्तव्यम् इति कृत्वा अत्र सिद्धान्तिलक्षणं न समन्वितम् इति कृत्वा व्याप्तिज्ञानं जायते। व्याप्तिज्ञानं न जायते चेत् परामर्शज्ञानं न जायते। यदि दोषवत् व्याप्तिज्ञानं स्वीकृत्य परामर्शं कुर्मः, स च परामर्शः भ्रमात्मकं भवति इति उक्तं, तदवगाहि तदवगाहयित्वा भ्रमत्वं भवति इति उक्तम्। सत्यम्। अस्तु, अग्रे पठतु महोदय। तादृश तादृशज्ञानं प्रति अस्तु इत्युक्ते प्रतिबद्धज्ञानं प्रति गगनम् अनित्यत्वसामानाधिकरण्याभाववत् इति निश्चयः विरोधी भवति। तत्तु प्रतिबन्धकज्ञानं। उभयत्र गगनत्वावच्छिन्नविशेष्यता वर्तते। प्रतिबद्धज्ञाने अपि प्रतिबन्धकज्ञाने अपि गगनत्वावच्छिन्नविशेष्यता अस्ति। अनित्यत्वसामानाधिकरण्यतदभावावगाहित्वम् च अस्ति इति तयोर्भावाभावप्रकारत्वात् समानाकारकत्वं सिद्धम्। हा अस्तु, अत्र समानाकारकत्वं किम् इति वयं चिन्तितवन्तः। तत्र चत्वारि लक्षणानि सन्ति, समानविशेष्यकत्वं, समानविशेष्यता अवच्छेदकत्वम्, अपि च भावाभावप्रकारकत्वम्, अपि च समानप्रकारता अवच्छेदकत्वम् इति भवेत्। तर्हि अत्र प्रथमतया समानविशेष्यकत्वम् अस्ति अत्र गगनम् इत्यनेन, गगनम् इत्यनेन। पुनः अग्रे समानविशेष्यता अवच्छेदकत्वं कथम् अस्ति अत्र? तर्हि गगनत्वम् इत्यनेन अवच्छिन्न विशेष्यता अस्ति, अतः समानविशेष्यता अवच्छेदकम् अस्ति। भावाभावप्रकारकत्वं कथम् अस्ति, तर्हि अत्र प्रथम अत्र प्रतिबद्ध्यज्ञाने अनित्यत्व अभाव अधिकरणनिरूपित अत्र वृत्तित्व अभावः अस्ति, परन्तु प्रतिबन्धकज्ञाने अनित्यत्वसामानाधिकरण्य अभाववत् इति अस्ति. अतः तत्रापि प्रकारता अत्र भावाभावप्रकारता अस्ति. अपि च समानप्रकारता अवच्छेदकत्वं तत् अपि तत्र अस्ति, प्रकारता अवच्छेदकत्वम् इति चिन्तनीयं. तर्हि प्रतिबद्ध्यज्ञाने प्रकारता अवच्छेदकत्वं किमस्ति? प्रतिबद्ध्यज्ञाने प्रकारता अवच्छेदकः अस्ति अनित्यत्वसामानादिकरण्य करण्यत्वं करणत्वं हा करण्यत्वं इत्युक्ते करण्यवत्वम् इति भवेत्, किन्तु तद्वत्त्वं तदेव इति कृत्वा तदेव हा सत्यम् अनित्यत्वसामानादिकरण्यत्वं सत्यं इति प्रकारता अवच्छेदकः अनित्यत्वसामानादिकरण्य अभावत्वं हा इति प्रतिबन्धकज्ञाने प्रकारता अवच्छेदकः प्रकारता अवच्छेदकः अतः तदेव अत्र समानप्रकारता अवच्छेदकत्वमपि सिद्ध्यति. अतः तेन अत्र समान आकारकत्वं सिद्धं भवति. तदेव उल्लेखितमस्ति. अस्तु, अत्र बहु किमपि अस्माभिः उक्तं, किन्तु सर्वैः अत्र स्वचिन्तनं करणीयमेव. इत्युक्ते केवलं श्रुत्वा एतस्य अवगमनं भवति इति नास्ति, लिखित्वा सर्वैः द्रष्टव्यं. तदेव मयापि कृतम् अत्र एक्सेल् शीट् मध्ये एतत् सर्वं मया स्थापितम्. स्वचिन्तनं न कुर्मश्चेत् अत्र अर्थबोधः न जायते. सामान्यबोधः तु भवति, आमाम् अत्र एतादृशम् अस्ति इति, किन्तु किम् अस्ति अत्र अत्र अवच्छेदकविशेष्यं किं, विशेषता अवच्छेदकं किं, प्रकारः कः, प्रकारता अवच्छेदकः कः इति सर्वं लिखित्वा तदनन्तरम् इदानीं मुद्रा किम् इति एतत् सर्वं द्रष्टव्यमस्ति. अस्तु, किन्तु इदानीमपि अस्तु, अत्र अनन्तरं वदिष्यामि, अत्र एतत् समापयामः. अत्र मम क्लेशः अस्ति इदानीमपि, अत्र गगनत्वं न गगनम् इति शब्दे नास्ति खलु, तर्हि पक्षमात्रवृत्तिः इति असाधारणहेतोः लक्षणम् अत्र न अत्र न समन्वितम्. सत्यं, पक्षमात्रवृत्तिः तु नास्ति. पक्षमात्रवृत्तिः भवेत् खलु, असाधारणलक्षणः असाधारणत्वम् अस्ति चेत् तत्र भवेत् खलु. भवेत् भवेत्, परन्तु केवलं शब्दः गगने एव भवति इति नास्ति. नास्ति खलु, तर्हि असाधारण उदाहरणरूपेण शब्दत्वं त्यक्त्वा गगनं हेतुं ब्रूमः इति यदुक्तं, तत् कथं वक्तुं शक्यते इति मम प्रश्नः इदानीं मनसि आगतः मयि. पश्येम. अस्तु, धन्यवादः महोदय. अग्रे इदानीं सत्यभामा भगिनी पठति वा? तथा च महोदय, तथा च गगनत्वावच्छिन्न विशेषतानिरूपित अनित्यत्वसामानाधिकरण्यत्वावच्छिन्न प्रकारदाशारि बुद्धित्वावच्छिन्न प्रतिबद्धतानिरूपित गगनत्वावच्छिन्न विशेषतानिरूपित अनित्यत्वसामानाधिकरण्याभाव अभावत्वावच्छिन्न प्रकारदाशालि निश्चयत्वावच्छिन्न प्रतिबन्धकताशालि निश्चयो भवति गगनम् अनित्यत्वसामानाधिकरण्य अभाववत् इत्याकारकः. गगनम् इत्यत्र न मा स्थगयतु, अत्र प्रतिबन्धकज्ञानस्य आकारः कः? अनित्यत्वसामानाधिकरण्य अभाववत् गगनम्. गगनम् इति पूर्वं लिखितं तावदेव, उद्देश्यविधेयभावः इति तावत्. गगनम् अनित्यत्वसामानाधिकरण्य अभाववत् इति ज्ञानं. गगनम् अनित्यत्वसामानाधिकरण्य अभाववत् इति आकारः इति तदेव प्रतिबन्धकज्ञानम्. येन प्रतिबन्धकज्ञाने इदानीं तत्र प्रमात्वं निरूपितम्, अपि च निश्चयत्वं निरूपितम्, अपि च समान आकारकत्वमपि निरूपितम् इति कृत्वा अनेन प्रतिबन्धकज्ञानेन गगनम् अनित्यत्वसामानाधिकरण्य अभाववत् इति प्रतिबन्धकज्ञानेन गगनम् अनित्यत्वसामानाद्य सामानादिकरण्यवत् इति प्रतिबद्धज्ञानस्य प्रतिबन्धनं कर्तुं शीलमस्ति. अग्रे अयम् अयं गगनम् अनित्यत्वसामानाधिकरण्यवत् इति बुद्धिं प्रति तदभाववत्ता निश्चयमुद्रया प्रतिबन्धको भवति. तदभाववत्ता निश्चयमुद्रया इति किञ्चित् वदतु. तद् इत्यनेन प्रतिबद्धज्ञाने यत् प्रकारता अस्ति तद् उक्तमस्ति. तद् अभाववत्ता इति प्रकारता इति नास्ति, प्रकारकः उक्तः अस्ति. तद् अभाववत्ता इति प्रतिबन्धकज्ञाने यत् प्रकारकः अस्ति तद् तस्मिन् किम् अस्ति तेन निश्चयज्ञानेन प्रतिबद्धज्ञानेन यत् अनुमिति साधयितुं उद्देशमस्ति तद् न भवति, तस्य बाधा भवति इति. अनेन अत्र किञ्चित् चिन्तयेम. तदभाववत्ता निश्चयमुद्रया इति अस्ति खलु, तत्र तद् इति पदेन किं स्वीकर्तव्यं? प्रतिबद्धज्ञानं तदभावव एकनिमिषम् अनित्यत्य सामानाधिकरण्यवत् इति गगनं उत्तमम्. अनित्यत्वसामानादिकरण्यवत् तत्पदेन स्वीकर्तव्यं. तर्हि अनित्यत्वसामानादिकरण्यवतः अभावः, तर्हि अनित्यत्वसामानादिकरण्याभावः इति जातम्. तर्हि अनित्यत्वसामानादिकरण्य अभाववत्ता निश्चयमुद्रया एतत् प्रतिबन्धकज्ञानं प्रतिबद्धज्ञानस्य प्रतिबन्धनं करोति, प्रतिबध्नाति. अस्तु, इदानीं तस्मिन् स्तरे इदानीम् अनुमितिः न जायते वा, नो चेत् किं ज्ञानं न जायते? परामर्शः न जायते. उत्तमं, बहु उत्तमं भगिनि. तदभाववत्ता निश्चयमुद्रया परामर्शज्ञानं प्रतिबध्नाति. परामर्शज्ञानं न जायते इति कृत्वा अत्र अनुमितिः अपि न जायते. किमर्थं परामर्शः न जायते? अत्र व्याप्ति इदानीं न ज्ञातम्. वण्डर्फुल् इति समीचीनं. तर्हि इदानीं मम विश्वासः अस्ति सर्वं भवत्या अवगतम् इति. परा व्याप्तिः अत्र न सिद्ध्यति, न सिद्ध्यति आधार अत्र व्याप्तिः न सिद्ध्यति इति कृत्वा तदेव अत्र उक्तम्. आधार आदेयभाव अवगाहिनी प्रतीतिः इति न जायते इति उक्तं खलु. तर्हि अनित्यत्वसामानाधिकरण्यं न गगने अस्ति इति, अनित्यत्वसामानाधिकरण्यं भवेत् तर्हि तत्र व्याप्तिः न जायते, सिद्धान्तव्याप्तिः न जायते इति कृत्वा परामर्शः न जायते. परामर्शः न जायते इति कृत्वा तत्र अनुमितिः अपि न जायते. तर्हि कस्मिन् स्तरे एतद् प्रतिबन्धकं भवति इति चेत् परामर्शे प्रतिबन्धकं भवति. अस्तु अग्रे. एतद् विषयस्य अनित्यत्वसामानाधिकरण्य अभाववत् गगनम् इति पदार्थस्य यत् विषयकत्वेन इति हेत्वाभासलक्षणे यत् पदेन ग्रहणे तत् विषयकनिश्चयस्य दर्शितरीत्या परामर्शप्रतिबन्धकत्वम् अस्ति इति तत्पदेन पुनः तस्यैव ग्रहणे तत्त्वं तादृशविशिष्टपदार्थे प्राप्तम् इति दोषो लक्षणसमन्वयः. दोषे लक्षणसमन्वयः. इदानीं प्रथमं हेतु आभासः कः इति उक्तः अस्ति, तद् दोषे आनेतव्यम् इति. दुष्टे आनेतव्यं दोषः, दोषः दुष्टे आनेतव्यम्. दोषः हेतौ आनेतव्यं, तदा एव दुष्टत्वं सम्पादितं भवति. एतद् वयं महोदय एतद् वयं पूर्वं समूहालम्भनम् इति पठितं खलु तदेव तस्य च दोषस्य हेतुनिष्ठत्वसम्पादनाय दर्शितरीत्या समूहालम्बनं ज्ञानं ग्राह्यं तादृश तदाकारः च अनित्यत्वसामानाधिकरण्य अभाववत्त्वं गगनं च तादृशज्ञानविषयप्रकृतहेतुदावच्छेदकं गगनत्वं गगने अस्ति इति गगनस्य दुष्टत्वावगाह व्यवहारः उपपन्नः समूहालम्बनज्ञानस्य आकारः कः अनित्यत्वसामानाधिकरण्य अभाववत् गगनं गगनं च इति वस्तुतः अस्मिन् सन्दर्भे अपि अनित्यत्वसामानाधिकरण्य अभावत् गहनं गगनम् इति समूह आलम्बनज्ञानस्य आवश्यकता एव नास्ति. किमर्थम् इति चेत् अनित्यत्वसामानाधिकरण्य अभाववत् गहनं गगनम् इति दोषः अस्ति खलु. दोषः अस्ति तस्मिन् दोषे गगनत्वम् इदानीम् अनित्यत्वसामानाधिकरण्य अभाववत् गगनम् इत्यत्र गगनं गगने सामा तादात्म्यसम्बन्धेन वर्तते इति कृत्वा अत्र एतादृशसमूह आलम्बनज्ञानस्य आवश्यकता नास्ति वस्तुतः. ओके किन्तु सार्वत्रिकं भवेत् इत्युक्ते यत्किमपि अत्र साधयामः दोषः दुष्टे दोषः हेतौ सम्पादितुम् एकमेव उपायं स्वीकृत्य सर्वत्र अत्र समन्वयः कर्तव्यः इति चेत् सार्वत्रिकं भवेत् इति आशयात् यद्विषयकत्वेन इति ग्रन्थकारेण उक्तम्. वस्तुतः अस्मिन् सन्दर्भे अनित्यत्वसामानाधिकरण्य अभाववत् गगनम् इति अत्र विशिष्टं किं किं तया उक्तं विशिष्टस्य शुद्धात्र अतिरिच्यते इति न्यायमुक्तं खलु. विशिष्टं अतिरिच्यते गगनम् इत्युक्ते नीलोघटः घटे अन्तर्भूतमस्ति खलु. इति कृत्वा अनित्यत्वसामानाधिकरण्य अभाववत् गगनम् अपि गगने अन्तर्भूतमस्ति. तर्हि गगनं गगने तादात्म्यसम्बन्धेन वर्तते इति कृत्वा अस्मिन् उदाहरणे शब्दः नित्यः गगनात् इत्यत्र गगनम् इदस्ति हेतुः. तस्मिन् हेतौ दोषः आगतः तादात्म्यसम्बन्धेन आगतः. वस्तुतः अत्र समूहालम्बनज्ञानस्य आवश्यकता एव नास्ति तथापि सार्वत्रिकं भवेत् इति कृत्वा अत्र सम्पादितं. तर्हि समूहालम्बनज्ञानम् एकम् उक्तं तत्र यद्विषयकं तत्र यत्पदेन किं ग्राह्यम् अत्र विषयकं प्रतिबन्धकज्ञानविषयकं अनित्यत्वसामानाधिकरणे अभाववत् अभाववत् गगनं तावद्वदत्वयं यत् यत् इति पदेन अनित्यत्वसामानाधिकरणे अभाववत् गगनं तदनन्तरं तद् यद् इति पदेन सः दोषः तदेव दोषः अनित्यत्वसामानाधिकरणे अभाववत् गगनम् इति एव दोषः. अस्तु उत्तमम् इति कृत्वा दुष्टत्वव्यवहारः उत्पन्नः. किन्तु अत्र यथा मया पूर्वमुक्तम् इदानीम् अत्र गगनम् इति असाधारणहेतुः इति वक्तुं शक्यते वा? भवती किं चिन्तयति? तदेव मया अपि चिन्तितं शब्दत्वात् इति पूर्वं यत् हेतुः अस्ति तादृशम् अत्र नास्ति इति तत्र तत्र क्लेशः पक्षे नास्ति खलु अत्र. उत्तमं तर्हि यद् परिष्कृतम् अत्र पक्षे नास्ति. तत् कथं मुख्यवर्गे उक्तम् इति न जाने दृष्ट्वा वदामि. इदानीं मम मनसि किम् आगतं तत् वयं जानीमः. गगनं शब्दे नास्ति खलु? शब्दे नास्ति. किमर्थमिति वृत्ति अनियामकत्वमस्ति. गगनं शब्दे नास्ति तर्हि पक्षमात्रवृत्तिः इति उक्तं, तत्र वृत्तित्वं वृत्ति अनियामकत्वमेव अस्ति, न तु वृत्तिः इति कृत्वा तत्र न सङ्गच्छते। तर्हि कथं विद्याधरीग्रन्थकारेण उक्तम् इति न जाने। भवतु, अस्तु, बहु समीचीनं, तर्हि अग्रे गच्छेम। अस्तु, अग्रे भवती एव पठतु भगिनि। अन्यव्यतिरेकदृष्टा अन्यव्यतिरेकदृष्टान्तरहितो अनुपसंहारि यथा सर्वमनित्यं सर्वमनित्यं प्रमेयत्वादिति अत्र सर्वस्यापि पक्षत्वदृष्टान्तो नास्ति, पक्षत्वदृष्टान्तः नास्ति, पक्षत्वात् दृष्टान्तः नास्ति, अन्यव्यतिरेकदृष्टान्तरहितः। इदानीम् अनुपसंहारी, तद् वयं पठितवन्तः, इदानीं सव्यभिचार अनेकान्तिक इत्यस्मिन् तृतीयविधः अस्ति अनुपसंहारी। तद् कीदृशी अस्ति इति चेत् अत्र अन्यव्यतिरेकदृष्टान्तरहितः अन्यदृष्टान्तः अपि च व्यतिरेकदृष्टान्तः यत्र यत्र तद् नास्ति इति द्वयमपि नास्ति इति अन्वयदृष्टान्तस्य उदाहरणं वदतु। यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं प्रमेयत्वम् इति त्यजतु इदानीं, सामान्य उदाहरणं वदतु। यत्र यत्र वह्निः यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयव्याप्तिवाक्य तत्र दृष्टान्तः कः? यदा महानसम् इति तर्हि यथा महानसम् इति महानसम् इदानीम् अन्वयदृष्टान्तः अस्ति तस्मिन्नेव सन्दर्भे इदानीं व्यतिरेकवाक्यं वदतु। यदा यत्र यत्र वाह्नि अभावः इति वक्तव्यं तत्र तत्र धूम अभावः यः यदा महाहृदः। उत्तमं, तर्हि इदानीं महाहृदः इति व्यतिरेकदृष्टान्तः तर्हि यथा महानसम् इति अन्वयदृष्टान्तः, यथा महानसः इति व्यतिरेकदृष्टान्तः। तर्हि इदानीम् अनुपसंहारी इत्युक्ते किम्? यत्र यत्र अन्यदृष्टान्तः अपि च व्यतिरेकदृष्टान्तः द्वयमपि न वक्तुं शक्यते तादृशः तादृशहेतुः तादृशहेतुः हेतुः अस्ति खलु हेतुः तादृशहेतुः तादृशहेतुः अनुपसंहारी इति इदानीं तदाधारीकृत्य उदाहरणं चिन्तयतु। अनित्यं प्रमेयत्वात् सर्वम् यथा सर्वम् अनित्यं प्रमेयत्वात् सर्वम् इति पक्षः अनित्यम् इति साध्यं प्रमेयत्वम् इति हेतुः साध्यं किं सर्वम् अनित्यम् अनित्यत्वम् इति साध्यम् अनित्यम् इति सर्वम् इत्यस्य विशेषणं विशेषणवाचकपदमस्ति तर्हि विशेषणं किम् इति चेत् अनित्यम् अनित्यत्वम् इति देन् साध्यम् अनित्यत्वम् अस्ति प्रमेयत्वम् इति हेतुः प्रमेयत्वम् इति हेतुः तर्हि इदानीम् अन्वयवाक्यं वदतु। अन्वयवाक्यं सर्वम् अनित्यः प्रमेयत्वादिति अनित्यत्वम् इति न भवति यत्र यत्र यत्र यत्र साध्यम् यत्र यत्र प्रमेयत्वं तत्र तत्र अनित्यत्वम् इति समीचीनं यत्र यत्र प्रमेयत्वं यत्र यत्र हेतुः तत्र तत्र साध्यम् इति भवति खलु अन्वयव्याप्तेः आकारः तर्हि यत्र यत्र प्रमेयत्वं तत्र तत्र अनित्यत्वं यथा इति किमपि वक्तुं शक्यते वा तदेव चिन्तितवती किमपि नास्ति सर्वत्र तदा एव अस्ति खलु प्रमेयत्वं सर्वत्र अस्ति. प्रमेयत्वं सर्वत्र अस्ति खलु, नित्य सर्वत्र इत्युक्ते नित्यवस्तुनि अपि अस्ति, नित्यवस्तुषु अपि अस्ति, अनित्यवस्तुषु अपि अस्ति. अस्ति इति कृत्वा यत्र यत्र प्रमेयत्वं तत्र तत्र अनित्यत्वं यथा इति न वक्तुं शक्यते. किमपि पृथक्तया न स्वीकर्तुं शक्यते. इत्युक्ते प्रमेयत्वं वस्तुतः अत्र प्रमेयत्वं नित्यवस्तूनि अवित्यवस्तूनि अपि अस्ति इति कृत्वा व्यापकः अस्ति प्रमेयत्वं, व्याप्यमस्ति अनित्यत्वं, किन्तु अत्र विपरीतं जातं. साध्यं व्यापकं भवेत्, हेतुः व्याप्यं भवेत्, किन्तु इतरे अत्र विपरीतं जातम् इति कृत्वा यथा इति न वक्तुं शक्यते. अस्तु, इदानीं व्यतिरेकवाक्यं वदतु, व्यतिरेकव्याप्तिवाक्यं वदतु. यदा यदा अनित्यत्व अभावः, यत्र यत्र अनित्यत्व अभावः तत्र तत्र प्रमेयत्व अभावः इति. अत्र कः क्लेशः? अत्र अनित्यत्व अभावः इति वदामः चेत् नित्यवस्तु भवति, तत्रापि प्रमेयत्वम् अस्ति खलु, प्रमेयत्व अभावः इति न वक्तुं शक्यते. सत्यं, प्रमेयत्वम् अस्ति, अपि च प्रमेयत्व अभावः इति पदार्थः एव नास्ति, प्रसिद्धः अस्ति तदपि इति. यत्र यत्र अनित्यत्व अभावः इत्युक्ते यत्र यत्र नित्यत्वं तत्र तत्र प्रमेयत्व अभावः इति अपि न वक्तुं शक्यते. अत्र कारणद्वयं वक्तव्यं, किमर्थमित्युक्ते नित्येषु प्रमेयत्वमस्ति इति एकं, द्वितीयं तु अप्रसिद्धः अस्ति इति कृत्वा यथा इति न वक्तुं शक्यते. तर्हि अन्वय दृष्टान्तमपि नास्ति, व्यतिरेकदृष्टान्तमपि नास्ति इति कृत्वा प्रमेयत्वम् इदानीं किम्? प्रमेयत्वम् अनुपसंहारी हेतुः. उत्तमं, बहु समीचीनं, धन्यवादः भगिनि. धन्यवादः. अस्तु, अग्रे स्वामिमहोदय, इदानीं यत् चिन्तितं तदेव अत्र अग्रे दत्तमस्ति, तर्हि एकवारं पठित्वा भवान् एव प्रतिपादयतु. महोदय, महोदय, किं कुतः 247 क्षम्यताम्. आं महोदय, अत्र आदौ हेतुं पक्षं साध्यमिति अस्ति खलु. आं, तृतीयपरिच्छेदः. आदौ हेतुं पक्षं साध्यञ्च विषयीकृत्य सप्तभ्रमाः, विशेषीकृत्य सप्तभ्रमाः चिन्तिताः. तत्र हेतुं विषयीकृत्य विशेषी इति भेदः अस्ति. तत्र हेतुं विशेषीकृत्य पूर्वपक्षव्याप्ति भ्रमम् आदाय साधारणः सामानाधिकरण्य भ्रमम् आदाय असाधारणश्च निरूपितः. यद्यपि विभागे अस्मिन् विभागे तृतीयः अनुपसंहारी. हेतौ पक्षे साध्ये सप्त भ्रमाः इति पूर्वं चिन्तितः महोदय, इदानीं वारं अत्र किं चिन्तितम्? आहत्य नवे विशेषणानि भासन्ते इति उक्तं खलु, तत्र सप्तविशेषणानि इति पर्यवसितं. विशेषीकृत्य विशेषणं तदपि अस्माभिः अधीतं खलु, तत्र स्प्रेड्शीट् मध्ये एव मया स्थापितं, हेत्वाभासः विशेषविशेष्य विशेष्यविशेषणानि इत्यत्र हेत्वाभासः सप्तस्थलेषु विशेषणेषु भवन्ति इति उक्तं तदेव अत्र परामर्शितमस्ति. पक्षे हेतो साध्य पक्षतावच्छेदके भवति भ्रमः, साध्ये भवति भ्रमः, साध्यतावच्छेदके भवति भ्रमः, हेतौ भवति भ्रमः, हेतुतावच्छेदके भवति भ्रमः, पूर्वपक्षव्याप्तौ भवति भ्रमः, सिद्धान्तव्याप्तौ अपि भवति भ्रमः इति सप्त स्थलं सप्तविशेषणं. पुनः वदिष्यामि, पक्षतावच्छेदकं, साध्यं, साध्यतावच्छेदकं, हेतुः, हेतुतावच्छेदकं, पूर्वपक्षव्याप्तिः, सिद्धान्तव्याप्तिः इति सप्तस्थलेषु विशेषीकृत्य अत्र सप्तविशेषणं स्वीकृतमस्ति. तेषु भ्रमः भवितुमर्हति. यदि एकस्मिन् भ्रमः भवति तर्हि कस्मिन् याने तद् प्रतिबन्धकं भवति, प्रतिबध्यं किं ज्ञानं प्रतिबध्यं भवति इति अपि अस्माभिः चिन्तितं. पक्षतया अवच्छेदके क्लेशः अस्ति चेत् अनुमितिज्ञानं न उत्पद्यते, किन्तु परामर्शज्ञानमपि न उत्पद्यते इति अस्माभिः दृष्टं. साध्ये अत्र क्लेशः अस्ति चेत् अनुमितिज्ञानं न उत्पद्यते इति तादृशं सर्वं चिन्तितं, तदेव अत्र परामर्शितम्. अस्तु, तदनन्तरं किं लिखितमस्ति तत्र हेतुं? तत्र हेतुं विशेषीकृत्य अस्तु, पूर्वपक्षव्याप्तिभ्रमम् आदाय साधारणः सामान्याधिकरण्यं भ्रमम् आदाय असाधारणस्य निरुक्तः. हा, इत्युक्ते साधारणहेत्वाभासः इत्युक्ते किं? तस्य तत्र कः क्लेशः भवेत् साधारणहेतौ? नो चेत् साधारणहेत्वाभासे हेतौ अस्ति, साध्यसामानाधिकरणीयं नास्ति. न, विपरीतरीत्या उक्तवान्. पूर्वपक्षिव्याप्तिः नास्ति चेत् तद् साधारणहेत्वाभासः भवति. सामानाधिकरण्यं नास्ति चेत् तद् असाधारणहेत्वाभासः भवति. इति पृष्ठसङ्ख्या 250 मध्ये लिखितमस्ति. साध्यसामानादिकरण्यं साध्य अभावत् अवृत्तित्वम् उभयमस्ति चेत् व्याप्यः भवति. साध्यसामानादिकरण्यं साध्य अभावत् अवृत्तित्वम् उभयं नास्ति चेत् विरुद्धः भवति. साध्य अभावत् वृत्तित्वमस्ति किन्तु साध्यसामानादिकरण्यं नास्ति चेत् असाधारणः भवति. साध्यसामानादिकरण्यम् अस्ति किन्तु साध्य अभावत् अवृत्तित्वं नास्ति चेत् साधारणः भवति इति उक्तम्. आं महोदय, तर्हि अत्र साधारणहेत्वाभासे साध्य अभावत् अवृत्तित्वं नास्ति. साध्य अभावत् अवृत्तित्वं नास्ति चेत् तादृशहेत्वाभासः साधारणहेत्वाभासः भवति. साध्यसामानादिकरण्यं नास्ति चेत् असाधारणहेत्वाभासः भवति. तर्हि अत्र पश्यन्तु, साध्यसामानादिकरण्यं नास्ति इति कृत्वा शब्दः अनित्यः गगनात् इत्यत्र असाधारणत्वं निरूपितं, न तु ग्रन्थकारस्य मूलग्रन्थकारस्य लक्षणं स्वीकृत्य अत्र न निरूपितं. साध्यसामानादिकरण्यं नास्ति इति कृत्वा अत्र असाधारणत्वं गगने आगतं. भवतु, अस्तु, तदेव अत्र उक्तं. तत्र हेतुं विशेषीकृत्य पूर्वपक्षव्याप्तिभ्रमम् आदाय साधारणः इति उक्तम्. सामानादिकरण्यभ्रमम् आदाय असाधारणश्च निरूपितः. अग्रे, यद्यपि विभागे अस्मिन् तृतीयः अनुपसंहारी इति अन्यः विभागः अस्ति, अग्रे पठतु महोदय. परन्तु तद्विषये अस्ति बहु वक्तव्यम् इति तं प्रकरणान्ते निरूपयिष्यामः. हेतुत्वावच्छेदकभ्रमम् आदाय पुनः हेतुतावच्छेदकभ्रमम् आदाय च यः हेत्वाभासः सः सिद्धिविभागे वक्ष्यते असिद्धिः प्रकरणान्ते निरूपयिष्यामः. अस्तु, ग्रन्थकारः अग्रिमं इतोपि अधिकं वदति इति उक्तं तत्र. न न, अत्र बहु किमपि वक्तव्यम्. अनुपसंहारी अदानी अस्माभिः अत्र सामान्यरीत्या चिन्तितं खलु. मया सत्यभामा भगिन्या सह किञ्चित् चिन्तितम् अत्र सर्वम् अनित्यं प्रमेयत्वात् इत्यत्र यत्र यत्र प्रमेयत्वं तत्र तत्र अनित्यत्वं यथा इति न वक्तुं शक्यते. तर्हि अन्वयदृष्टान्तः न वक्तुं शक्यते. यत्र यत्र अनित्यत्वाभावः तत्र तत्र प्रमेयत्वाभावः इति यथा इति व्यतिरेकदृष्टान्तः अपि न वक्तुं शक्यते इति कृत्वा अत्र प्रमेयत्वम् अनुपसंहारी हेतुः इति निरूपितं. किन्तु अस्माभिः किं कर्तव्यं, क्रमः कः इति चेत् तत्र प्रथमं प्रतिबद्धज्ञानं किं, तस्य आकारः कः इति वक्तव्यं, प्रतिबन्धकज्ञानस्य आकारः कः इति वक्तव्यं, प्रतिबन्धकत्वं निरूपणीयं, तत्र प्रमात्वं निरूपणीयं, निश्चयत्वं निरूपणीयं, समानाकारकत्वं निरूपणीयं, तदनन्तरं मुद्रा का इति चिन्तनीयं, तदनन्तरम् अत्र समूहालम्बनज्ञानं किम् इति विचिन्त्य लक्षणसमन्वयः हेत्वाभासस्य लक्षणसमन्वयः कर्तव्यः. अत्र बहु किमपि तद्विषये अस्ति बहु वक्तव्यम् इति प्रकरणान्ते, इत्युक्ते हेत्वाभासस्य प्रकरणस्य अन्ते. यद्यपि सव्यभिचारः तेषां त्रयः भेदाः आदौ एव मूलग्रन्थकारेण चिन्तिताः, तथापि विद्याधरीक्रादग्रन्थकारः किं चिन्तयति इति चेत् तस्य शैली भिन्ना अस्ति इति कृत्वा सः प्रकरणस्य अन्ते चिन्तयति इति वदति, चिन्तयिष्यामः इति वदति. तदनन्तरं तत्र द्वितीयवाक्यस्य अर्थः कः, हेतु तावच्छेदकभ्रममादाय. महोदय, भ्रम हेतु तावच्छेदकभ्रममपि एकमस्ति, तद् असिद्धि इति विभागे पञ्चविधहेत्वाभासाः चिन्तिताः खलु, असिद्धिः, सव्यविचारः, विरोधः इति. तत्र बाधः, असिद्धिः, सव्यविचारः, तदनन्तरम् सत्प्रतिपक्षः, विरोधः इति पञ्चहेत्वाभासाः चिन्तिताः. तत्र सव्यविचारः इति प्रथमविधहेत्वाभासः, तत्रापि त्रैविध्यं चिन्तितम्, साधारणः, असाधारणः, सव्यविचार अनुपसंहारी इति. तर्हि साधारणः अस्माभिः चिन्तितः, असाधारणः चिन्तितः, अनुपसंहारी अनन्तरम् आगच्छति, विरोधः अपि अस्माभिः चिन्तितः. इत्युक्ते यस्मिन् साध्यसामानादिकरण्यं नास्ति, साध्य अभावात् अवृत्तित्वमपि नास्ति, उभयमपि नास्ति चेत् तदेव विरोधः इति. तर्हि इदानीं सप्तविध विशेषणानि उक्तानि कन्तु यत्र भ्रमः भवति इति. तेषु सप्तविधविशेषणेषु हेतुतावच्छेदकम् इत्यत्रापि भ्रमः भवति. तस्य प्रयोगः यदि हेतुतावच्छेदके भ्रमः अस्ति चेत् तस्य तत् कीदृशहेतु हेत्वाभासः भवति चेत् असिद्धिः इति हेत्वाभासः भवति. तद् वक्ष्यते इति उक्तम्, अग्रे वदिष्यामि इति. अस्तु, अग्रे महोदय. सम्प्रति पक्षं विशेषीकृत्य ये भ्रमाः, पक्षः साध्यवान्, पक्षः हेतुमान्, पक्षः पक्षतावच्छेदकवान् इत्याकारकाः, तेषु आद्यं पक्षः साध्यवान् इत्याकारम् आदाय प्रतिबन्धवर्णनाय मूले विरुद्धम् आह साध्य अभावव्याप्तः इति. विरुद्धम् इत्युक्ते साध्याभाव व्याप्तिः, व्याप्तः व्याप्तिः नास्ति. अत्र बहिः किमपि लिखितमस्ति, तत् वदतु किञ्चित्. आम् महोदय, पक्षं विशेषीकृत्य इत्यस्य अर्थः कः? यदि पक्षं विशेष्यत्वेन स्वीकुर्मः पक्षे किं किं भवितुमर्हति पक्षे हेतु अपि च साध्यं हा उत्तमं तदेव खलु पक्षे साध्यं भवेत् पक्षे हेतुः भवेत् अपि च पक्षे पक्षता अवच्छेदकमपि भवेत् भवेत् पर्वतः वन्यमान् धूमात् इत्यत्र धूमः इति हेतुः पक्षे भवेत् वह्निः इति साध्यमपि पक्षे भवेत् अपि च पर्वतत्वम् इति हेतुः इति पक्षता अवच्छेदकमपि पक्षे भवेत् इति त्रयः विषयाः भवन्ति खलु सत्यं महोदय तर्हि पक्षः इति विशेष्यम् इति स्वीकुर्मश्चेत् पक्षे प्रकारविधया किं किं भासते इति चेत् हेतुः भासते साध्यं भासते पक्षता अवच्छेदकमपि भासते पक्षत्वम् अपि भासते खलु तदेव अत्र उक्तम् हा तर्हि पक्षं विशेषीकृत्य ये भ्रमाः पक्षः साध्यवान् पक्षः हेतुमान् पक्षः पक्षता अवच्छेदकवान् इति आकारकाः इति त्रयमपि भ्रमः भवेत् तेषु आद्यं पक्षः साध्यवान् इति आकारकम् आदाय प्रतिबन्धवर्णनाय मूले विरुद्धमाह साध्य अभावव्याप्यः तर्हि इदानीं विरुद्धः इति कश्चन इति पञ्चविधहेत्वाभासे एकविधः अस्ति अन्यतमः अस्ति तद् किम् इति चेत् पक्षः साध्यवान् इति भ्रमः वस्तुतः तत्र साध्यं न भवत्येव किन्तु यत्र साध्यं न भवत्येव तादृशसन्दर्भं स्वीकृत्य अत्र पक्षत्वेन उक्तम् इति विरोधः तत्र बुद्धं खलु सत्यम् आम् महोदय अस्तु तर्हि साध्य अभावव्याप्तः इत्यस्य अर्थः कः साध्यभावव्याप्तिः इति अस्ति व्याप्तः व्याप्तिः नास्ति पुनः परिष्कारं करोमि व्याप्तः साध्य अभावव्याप्तः कः पक्षः महोदय उत्तमं बहु उत्तमम् इत्युक्ते साध्य अभावेन व्याप्तः इति अर्थः साध्य अभावेन व्याप्तः इत्युक्ते पक्षे साध्यं यदा कदापि न भवति इत्युक्ते हृदः इति पक्षं स्वीकुर्मश्चेत् तत्र वह्निः यदा कदापि भवति वा न भवति तर्हि वह्नि ह्रदं पक्षत्वेन स्वीकृत्य यदि तस्मिन् वह्निं निरूपयितुम् इच्छामः तदा तत्र विरोधः भवति तदेव अत्र उक्तम् अस्तु अग्रे गच्छामि धन्यवादः महोदय धन्यवादः इदानीं विरोधनिरूपणं विरुद्धनिरूपणं वर्षा भगिनी पठति वा विरुद्धनिरूपणं साध्य अभावव्याप्तः हेतुः विरुद्धः यथा शब्दः नित्यः कृतकत्वात् इति कृतकत्वं हि नित्यत्व अभावे अभावेन अनित्यत्वेन व्याप्तम् अत्र वाक्यम् उदाहरणवाक्यम् अत्र सोरि अत्र अनुमितिवाक्यमस्ति शब्दः नित्यः कृतकत्वात् इति वाक्ये पक्षः अस्ति शब्दः साध्यः अस्ति नित्यत्वम् अपि च हेतुः अस्ति कृतकत्वम् अत्र दोषः कः इत्युक्ते अत्र साध्य अभावः व्याप्तः हेतुः एव दोषः अत्र कृतकत्वं नित्यत्वे नित्य यत्र नित्यत्वम् अस्ति अत्र सामानाधिकरणे साध्य अभाववत् अवृत्तित्वम् अस्ति तदेव दोषः अस्ति अत्र कृतकत्वं यत्र नित्यत्वम् अस्ति तत्र न वर्तते तदेव दोषः अस्तु तर्हि लक्षणविषये चिन्तयतु लक्षणं स्वीकृत्य इदानीं लक्षणं किम् साध्य अभावव्याप्तः हेतुः विरुद्धः इति लक्षणवाक्यम् तस्य अर्थः कः? ध्वनिः श्रूयते भगिनि, वदतु. साध्य अभावव्याप्तः हेतुः विरुद्धः इति लक्षणवाक्यम् अत्र तर्हि अत्र स्वामिमहोदयेन यदुक्तं पूर्वस्मिन् परिच्छेदे अन्ते साध्य अभावात् व्याप्तः इति पक्षः नास्ति, अत्र हेतुः अस्ति, न तु पक्षः खलु. किन्तु मया दोषेन उक्तं तत्र ह्रदः इति ह्रदे वह्निं निरूपयामश्चेत् यदा कदापि तत्र न भवति इति उक्तं, किन्तु तद् दोषाय. साध्य अभावव्याप्तः इत्युक्ते हेतुः अस्ति. तत्र चिन्तयति वा इदानीं साध्य अभावव्याप्तः हेतुः विरुद्धः यथा शब्दः नित्यः कृतकत्वात्. अग्रिमवाक्यं पठतु भगिनि. कृतकत्वं हि नित्यत्व अभावेन अनित्यत्वेन व्याप्तं, तस्य अर्थः कः इति वदति चेत् बुद्धं भवति. कृतकत्वं नित्यत्व अत्र नित्यत्व अभावेन कृतकत्वं हि अनित्यत्वेन व्याप्तमस्ति. कृतकत्वम् इत्युक्ते कार्यत्वम् इति, तद् दट् इस् क्रियेटेड्. कार्यत्वम् अस्ति चेत् अत्र अनित्यत्वम् एव भवति, नित्यत्व अभावः भवति अत्र इति कृत्वा अत्र साध्यसामानाधिकरण्यं हेतौ न अस्ति इति वक्तुं शक्यते. न इदानीम् अत्र साध्य अभावस्ति इति साध्यसामानाधिकरणमिति मा चिन्तयतु, केवलम् अत्र किं लिखितमस्ति इति चिन्तयतु. कृतकत्वं हि नित्यत्व अभावेन अनित्यत्वेन व्याप्तम् इत्यस्य अर्थः कः? अत्र अस्ति नित्यत्वं यदा कदापि कृतकत्वे न अस्ति, अतः अत्र व्याप्तिः व्याप्तम् अत्र अनित्यत्वेन कृतकत्वं व्याप्तम्. There is a vyapti bhava between anityatva and krutakatva. Therefore, it is virudha to the vyapti bhava between nityatva and krutakatva, which is mandated by this anumiti vakyam. Haa, tarhi itopi kinchit vaktavyam. Vyapti hi asti chet tatra vyapti hi ityukte kim? Vyapti hi ityukte sadhya bhavavat avrittikum. नो सामान्यतया वदतु इत्युक्ते यत् व्याप्यव्यापकबोधकवाक्यं व्याप्तिः अस्ति खलु, व्याप्यव्यापकसम्बन्धबोधकवाक्यं व्याप्तिः अस्ति खलु, तर्हि अत्र व्याप्यः कः व्यापकः कः इति वक्तव्यं भवत्या. अत्र व्यापकः अनित्यत्वं व्याप्यः कृतकत्वम् तदेव अपेक्षां कुर्वन् अस्मि अहम्. इफ् यु सेड् दट् देन् ऐ एम् ओके. कथं वक्तव्यं व्याप्तम् इति उक्तं खलु, किं व्याप्तं? कृतकत्वं व्याप्तं. केन व्याप्तं? नित्यत्व अभावेन व्याप्तम् इत्युक्ते अनित्यत्वेन कृतकत्वं व्याप्तम् इत्यतः अनित्यत्वम् इति व्यापकम् अस्ति, कृतकत्वम् इति व्याप्यमस्ति. तर्हि सामान्यतया अत्र चिन्तयेम अग्रे गमनात् पूर्वम्. इदानीं कृतकत्वमिति हेतुः, अनित्यत्वम् इति साध्यं खलु. तर्हि इदानीम् अत्र प्रमाण अत्र अनुमानवाक्ये शब्दः नित्यः कृतकत्वात् इति उक्तम्. कृतकत्वं केन केन व्याप्तमस्ति? अनित्यत्वेन व्याप्तमस्ति. अनित्यत्वेन व्याप्तमस्ति. अनित्यत्वम् इत्युक्ते नित्यत्वस्य अभावः खलु. तर्हि नित्यत्व अभावेन कृतकत्वं व्याप्तम् इति कृत्वा शब्दः नित्यः कृतकत्वात् इति यदा कदापि न वक्तुं शक्यते. इत्युक्ते कृतकत्वम् अपि च नित्यत्व अभावः अनयोः मध्ये एव व्याप्यव्यापकभावः सम्बन्धः अस्ति खलु. तर्हि तत्र अन्वयव्याप्तिः वदति वा इदानीम् अनित्यत्व अभावः इति स्वीकरोतु, न नित्यत्व अभावः इति स्वीकरोतु साध्यं. यत्र यत्र यत्र यत्र नित्यत्वभावः तत्र तत्र नित्यत्व अभावः इति साध्यं. नित्यत्व अभावः इति साध्यं. ओके सोरि महोदय, नित्यत्व अभावः महोदय. यु वाण्ट् मी टु टेल् द व्याप्ति रिलेशन्शिप् बिट्वीन् कृतकत्वम् एण्ड् नित्यत्व एण्ड् अनित्यत्वं रैट्? नित्यत्व अभावः विच् इस् अनित्यत्वं, बट् से इट् इस् नित्यत्व अभावः ओन्लि. ओके, यत्र यत्र कृतकत्वं तत्र तत्र नित्यत्वभावः, यत्र यत्र नित्यत्वभावस्य यथा यथा इति चिन्तयतु अग्रे उदाहरणं वक्तव्यं. ओके, यत्र यत्र कृतकत्वं तत्र तत्र नित्यत्वभावः यथा घटः. उत्तमम्, अग्रे व्यतिरेकव्याप्ति वा? व्यतिरेकव्याप्ति वदतु. यत्र यत्र अनित्यत्वस्य अभावः तत्र न इदानीं नित्यत्व अभावः इति साध्यम्. नित्यत्व अभावस्य अभावः इत्युक्ते यत्र यत्र नित्यत्वं तत्र तत्र कृतकत्वस्य अभावः. यथा यथा आकाशः हा इति कृत्वा नित्य कृतकत्वम् अपि च नित्यत्व अभावः अनयोः मध्ये एव व्याप्यव्यापकभावसम्बन्धः अस्ति. तर्हि कृतकत्वम् अपि च नित्यं नित्यत्वम् अनयोः मध्ये व्याप्यव्यापकभावः सम्बन्धः न भवत्येव खलु. अस्तु, इति कृत्वा यत्र एतादृशसन्दर्भः भवति तर्हि पुनः वदामि, मया दोषेण उक्तं साध्य अभावव्याप्यः व्याप्तः इत्यत्र पक्षः इति स्वीकृत्य ह्रदः वह्निमान् धूमात् इति उदाहरणं मया प्रदर्शितं, तद्दोषाय तत् त्यजन्तु कृपया. साध्य अभावव्याप्तः इत्यनेन हेतुः उक्तः. अस्तु, रमेश् महोदय अग्रे पठति वा साध्य अभाववृत्तित्वम् इति? आं महोदय, साध्य अभाववत् वृत्तित्वं सावृत्तित्वं साध्य साध्य अभाववत् अवृत्तित्वं साध्य सामानादिकरण्यम् इति हेतुविशेषणद्वयं यत्र न भवति सः विरुद्धः इति आवेदितम् एव. आम्, इदानीमेव पुनस्मारितम्, अग्रे पठतु. यत्र हि साध्यसामानादिकरण्यं न अस्ति, साध्य अभाववत् अवृत्तित्वं च न अस्ति, तत्र हेतौ साध्य अभावस्य व्याप्तिः अवश्यं भवति. यत्र साध्यसामानादिकरण्यं नास्ति, यत्र साध्य अभाववत् अवृत्तित्वं न अस्ति, तत्र हेतौ साध्य अभावस्य व्याप्तिः अवश्यं भवति. साध्यसामानादिकरण्यं नास्ति, साध्य अभावस्य व्याप्तिः भवति. यदा इदानीं वर्षा भगिन्या चिन्तितं कृतकत्वम् अपि च नित्यत्व अभावः अनयोः मध्ये एव व्याप्तिः अस्ति खलु. अत्र साध्य साध्यमिति नित्यः, किन्तु साध्य अभावः नित्यत्व अभावः अपि च कृतकत्वम् अनयोः मध्ये एव व्याप्तिः भवति. साध्यसामानादिकरण्यं नास्ति चेत्, साध्य अभावत् अवृत्तित्वं नास्ति चेत्, हेतौ साध्य अभावस्य व्याप्तिः अवश्यं भवति इति उक्तम्. तर्हि किञ्चित् चिन्तयति वा? न, तत् बुद्धं पूर्णतया कथम् अवश्यं भवति इति ग्रन्थकारः अतः चिन्तनीयं. तर्हि साध्यसामानादिकरण्यम् इति स्वीकरोतु इदानीं. हा, साध्यम् इत्युक्ते तत्र यत्र अत्र शब्दः नित्य नित्यत्वम् इति साध्यं सत्यं. हा, साध्यसामानादिकरण्यं यत्र नित्यत्वम् अस्ति अपि तत्र उदाहरणं स्वीकरोतु, नित्यत्वं कुत्र अस्ति? गगने अस्ति. सत्यं. गगने अपि च गगने यदि अधिकरणं सामान्यसाध्यसमानाधिकरण्यं कृत हेतौ तत् हेतुः तत्र न भवति एव अस्ति. हा, साध्यसामानाधिकरण्यं भवेत् खलु, किन्तु इदानीं नित्यत्वं कुत्र अस्ति? गगने. गगने कृतकत्वमस्ति वा? गगने कृतकत्वं यदा कदापि न भवति. हा, तर्हि साध्यसामानाधिकरण्यं कृतकत्वे नास्ति खलु? यदि गगनम् इति अधिकरणं अधिकरणत्वेन स्वीकुर्मः, गगननिष्ठसाध्यसामानाधिकरण्यं कृतकत्वे नास्ति. बुद्धं खलु? तद् बुद्धम्. हा, अस्तु. अग्रे इदानीं साध्य अभावत् अवृत्तित्वमिति चिन्तयतु. साध्य इत्युक्ते नित्यत्वं, नित्यत्व अभाव, नित्यत्व अभावः घटः, नित्यत्व अभाववत् नित्यत्व अभावः घटे अस्ति, तर्हि घटः तत् नित्य अभाववत् वृत्तित्वम् अवृत्तित्वं, नित्य अभाववत् अवृत्तित्वं तत् कृतकत्वे अस्ति वा महोदय? अत्र एवं चिन्तयतु महोदय. वृत्तित्वम् अस्ति, अवृत्तित्वं नास्ति. अत्र कथं चिन्तनीयं? साध्यमिति नित्यः, साध्य अभावः इति नित्य अभावः इत्युक्ते अनित्यः, अनित्यवत्. अनित्यवत् किं? घटः. तस्मिन् अनित्यत्वमस्ति, तर्हि अनित्यवत् इति तर्हि घटः इति आगतं. तर्हि घटे कस्य वृत्तित्वमस्ति? नीलरूपस्य वृत्तित्वमस्ति, घटत्वस्य वृत्तित्वमस्ति, किं नास्ति? कृतकत्वस्य वृत्तित्वम् अस्ति खलु? कृतकत्वं घटे अस्ति. कृतकस्य वृत्तित्वम् अस्ति, कृतकस्य अवृत्तित्वं नास्ति. तर्हि समीचीनं. तर्हि साध्यसामानाधिकरण्यमपि नास्ति, साध्य अभाववृत्तित्वमपि नास्ति चेत् साध्य अभावस्य व्याप्तिः अवश्यं भवति. हेतौ कृतकत्वे नित्यत्व अभावः भवति इत्युक्ते कृतकत्वं व्याप्तं भवति, नित्यत्व अभावः व्याप्तकः भवति, व्याप्यं भवति. कृतकत्वं व्याप्यं भवति, नित्यत्व अभावः व्यापकः भवति, अवश्यं भवति. एतादृशमस्ति चेत् तदिदानीं निरूपितं खलु? उदं वा? हा, उदाहरणेन निरूपितं. But how is it generalized? That is what I didn't fully understand. You can take any udaharan. I got the example. I got how that works, but still that general thing is not fitting in my mind yet. I will think more. No, you see, like we spoke about in atra vyapti chintane, atra yatha mahanatam iti ekame udaharanam uktam. Hello. Yatra yatra dumaha tatra tatra vannihi yatha mahanatam. इति उक्तम्, एकमेव उदाहरणम् उक्तं. तर्हि तद् उदाहरणं स्वीकृत्य वीप्सां कृत्वा यत्र यत्र इति अस्माभिः स्वीकृतं, किन्तु यत्र व्यभिचारः भवति तद् वक्तव्यं. व्यभिचारः न दृष्टं चेत् सर्वत्र अस्ति इति स्वीकर्तुं शक्यते. किमर्थमित्युक्ते लोके यत्र यत्र अनित्यत्वमस्ति तत्र सर्वत्र कृतकत्वम् अस्ति वा इति चिन्तयित्वा एव निश्चयं करणीयम् इति नास्ति. एकम् उदाहरणं वदामश्चेत् पर्याप्तं भवति. यावत्पर्यन्तं व्यतिरेकः व्यभिचारः न उक्तः भवति तावत्पर्यन्तं पर्याप्तं भवति. अस्तु, अग्रे पठतु महोदय. तादृशं विरुद्धम् उदाहरति यथा शब्दः नित्यः कृतकत्वात् घटवत्. अत्र कृतकत्वं हि नित्यत्व अभावेन अनित्यत्वेन व्याप्तम् इति. एतत् सर्वं चिन्तितं खलु, नूतनं किमपि नास्ति. अग्रे. अत्र पूर्ववत् एव शब्दः पक्षः, नित्यत्वं साध्यं, कृतकत्वं हेतुः, कृतकत्वम् इत्यस्य कार्यत्वम् इति अर्थः. अस्मिन् कृतकत्वहेतौ नित्यत्वसामानादिकरण्यं नास्ति. नित्यत्व अधिकरणे गगनादौ कृतकत्वस्य तदपि चिन्तितम्. अग्रे पठतु महोदय, एतत् सर्वम् अस्माभिः चिन्तितं, केवलं पठनीयमेव. एवं तस्य साध्य अभाववत् अवृत्तित्वम् अपि नास्ति. नित्यत्वं प्रकृतसाध्यं, तद् अभावः नित्यत्व अभावः, तद्वान् घटादिः, तन्निरूपितवृत्तित्वम् एव कृतकत्वे अस्ति इति तद् अभावरूपं नित्यत्व अभाववत् अवृत्तित्वं कृतकत्वे नास्ति. अतः कृतकत्वे उभयस्य अभावः आगतः. तर्हि भवेत् एतद् एव भवेत् एव तत्र साध्य अभावस्य व्याप्तिः. अस्तु, अत्र स्थगयेम. एतत् सर्वम् अत्र एतत् सर्वं यद् इदानीं रमेशमहोदयेन पठितं तत् सर्वम् अस्माभिः पूर्वमेव चिन्तितं. केवलम् अत्र यदस्माभिः चिन्तितं तद् लिखितमस्ति. अत्र स्थगयेम. इदानीं तत्र किञ्चिदेव अस्ति, अग्रिमे वर्गे इतोपि अग्रेसरेम. अस्तु, सर्वेभ्यो नमस्कारः.